पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 174 महादेव उवाच शृणु देवि प्रवक्ष्यामि व्रतं तैलोक्यदुर्लभं यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपादकात् उत्पत्तिः स्वप्रकाशस्य भक्तानां सुखहेतवे तिथिर्वापि समासो वै सञ्जातपुण्यकारकः यस्य नाम गृणन्दे विमुक्तिं लभति शाश्वतीं स एव परमात्मा च कारणानां च कारणम् विश्वात्मा विश्वरूपी च सर्वेषां भगवान् प्रभुः द्वादशार्का धृता येन नृसिंहेन महात्मना स एव प्रकटीजादो भक्तानां शमभीप्सया पार्वत्युवाच अवतारा ह्यसङ्ख्याताः कथिता सुरसत्तम नृसिंहाख्यं परं धाम वद विश्वेश्वरप्रभो येन विज्ञानमात्रेण सुखलोकमवाप्नुयात् महादेव उवाच हिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुं सुखासीनं तदुत्सङ्गे स्थितो वचनमब्रवीत् प्रह्लादो ज्ञानिनां श्रेष्ठः पितृहं तारमुत्तमं प्रह्लाद उवाच नमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे त्वद्भक्तोऽहं सुरश्रेष्ठत्वां पृच्छामि च तत्त्वदः स्वामीं त्वयि ममाभिन्ना भक्तिर्जादा ह्यनेकधा कथं तेऽहं प्रियो जाधकारणं वद मे प्रभो नृसिंह उवाच कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः भक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान् नाम्नादु वसुदेवो हि वेश्यायामदिलम्पटः तस्मिन् जन्मनि नैवं च चकारसुकृतं कियद भुक्त्वा मधुकृतं चैव वेश्यासङ्गमलालसः मद्व्रतस्य प्रभावेन भक्तिर्जादा तवानख प्रह्लादोवाच विस्तराद्वददेवेश कस्य पुत्रस्य किं व्रतं वेश्यायां वर्तमानेन कथं चिद्धिकृतं मया ममोपरि कृपां कृत्वा सर्वं कथयसाम्प्रतं नृसिंह उवाच सृष्ट्यर्थं तु पुरा ब्रह्म चक्रे ह्येददनुत्तमं मद्व्रतस्य प्रभावेन निर्मितं सचराचरम् ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्य च व्रतस्यास्य प्रभावेन त्रिपुरस्तु निपातितः अन्यैश्च बहुभिर्